पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 115 श्रीराम उवाच कथं पादकसङ्खादसङ्क्रमे ब्राह्मणाधमे पुराणज्ञ कथं व्याख्यां चकार द्विजसत्तम शम्भुरुवाच अध्यापने चाध्ययने जायते चाधसङ्गमः सङ्गदौवत्सरं राम यादिपादकिपातकम् पुराणज्ञे दुकाकुस्थ सर्वतत्त्वार्थवेदिनि अपि पादकसन्दोह चीर्णपापं प्रणश्यति प्रभूदवह्निनाशेहि धूमराशिर्यथैव हि शलभो दीपनाशाय वह्निनाशाय न प्रभुः कृतं पापं तथान्येषां नाशनाय पुराणिकः भूतादिग्रस्तमर्त्यानां भूतादिभयमोचकः समन्त्र वानपनयेद्यथा न स्वयमातुरः पौराणिकस्तथा पापं न किञ्चित् प्राप्तुमर्हति आत्मना च कृतं पाप मन्यैरपि च यत्कृतं पुराणज्ञो नाशयदि त्वदिदुष्टं स्वकर्म वा भवानीशे हृषीकेश समवृत्तिर्विवेकवान् लोकवेदक्रियावेत्ता रुद्रजाप्यदि निःस्पृहः तुष्टे शान्तक्रियादक्षप्रभुदो योगकृद्वशी यथैव ते पुराणज्ञो वसिष्ठो भगवान् ऋषिः नियोगात्तव भूपाल अयोध्यायामधिष्ठद अपाल यद्भुवं कृष्णां त्वां च रक्षः समापदत स च शुक्रोपदेशेन राक्षसस्त्वामधाभ्यगाद निद्रासक्तं हनिष्यामि नान्यथावसरस्त्विति अथ विप्रो विदित्वै दद्वसिष्ठस्त्वद्धितप्रियः सुप्तं प्रमत्तं काकुत्स्थं रक्षोऽहन्ति न संशयः ब्रह्मा वाप्तवरं तद्धि मया कार्यं निवारणम् इति सञ्चिन्त्य विप्रशिसेनामादाय निर्गतः रक्षोऽहन्तुमशक्तस्तु मृत्युहीनं तदो मुनिः स्वयं च राक्षसो भूत्वा वाक्यमाहमहामुनिः किमर्थ माकदोऽसीह वनं मुनिनिषेविदं स आह राजा रक्षोघ्नस्तमहं हन्तुमागतः मुनिरप्याह किं तेन जीवितेन मृतेन वा भुक्त्वा मिषं मदीयं तु युद्धं कृत्वा जयं व्रज राक्षस उवाच कथं त्वं राक्षसो मह्यं भक्षणाय भविष्यसि वसिष्ठोऽप्यथ मानुष्यमास्थाय वियतिस्थितः निष्ठीव्यमस्तके तस्य मुष्टिना तमताडयत ताडिदो राक्षसस्तेन व्यद्राव य दृशिश्च तद पलायमानावन्योन्यं जलधिं तु गदा उभौ तत्रस्तेन ग्रहेणासौ गृहीतो राक्षसस्तदा मुनिपुनरयोध्यायां पूर्ववत् समतिष्ठद शम्भुरुवाच तस्मात् स्वाभिमदं कुर्यात् पुराणज्ञो विमत्सरः श्रवणस्य विधानं च कथयामि शुभं शृणु शुक्लपक्षे दिने शुद्धे वारनक्षत्रयोगदः कर्णे चापि लग्ने च ग्रहताराबलान्विते अमूठे न ग्रहे बाले न च वृद्धौ गुरौ स्थिते न कृष्णपक्षे ग्रहणेन च नास्तिकसन्निधौ पूर्वोक्तलक्षणोपेदं पुराणं शृणुयादिति शुद्धगेहेऽथवा शुद्धवेदिकायां मठेऽथवा नदीतीरे देवगेहे सभामण्डप एव च रध्यामठेऽथवा रम्ये पुण्यशालासुराघव स्वयं नमस्य विप्रेन्द्रान् पुराणज्ञं विशेषतः आसनं कल्पितं कुर्यादूर्ध्वं सर्वविशेषितं ये हि धर्मासनमिति वक्तव्यं स्यादनिष्ठुरं पुराणप्रक्रमदिने यत्कार्यं तदुदीरयेद व्याख्यातारं पुराणस्य वस्त्राध्यै परिपूजयेत् शुभानि दत्त्वा वस्त्राणि सूक्ष्माणि च नवानि च करकण्ठविभूषादिपात्रमासनमेव च गन्धपुष्पाक्षधैपूज्य ताम्बूलं विनिवेद्य च शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सभासदश्च सम्पूज्य गणेशं प्रार्थये ततः ॐ नमेत्यादिमन्त्रेण पूजनं भारतीनुदिः प्रातःकाले पुराणस्य प्रक्रमं प्रारभेदिति उपक्रमदिने रामत्रिपञ्चदश वा शुभाः श्लोकाद्वितीये दिवसे तदो द्विगुणिताशुभाः तृतीये दिवसे राम तदश्चाधिगमिष्यते दिनानामव्यवच्छेदाद्व्याख्यानं श्रवणं तथा व्यवस्थितेर्यदा जादा तदा पौराणिकं गुरुं ताम्बूलादिप्रदायाध परेद्युशृणुयादपि पुराणमेवं श्रोतव्यं दैनं दिनमिति श्रुतिः व्रतरूपेण यः कश्चित् पुराणं शृणुयान्नरः यदैवं तत्पुराणं तु तत्र यादिनसंशयः पुराणं श्रोतुकामेन श्लोकश्चैकोऽपि चेच्छ्रुतः तद्दिने तु कृतं पापं नाशयेत्तु न संशयः एवं पुराणं शृणुयाच्च यस्तु स ब्रह्महत्याकृतपापबन्धाद् सुराप्रीतिस्वर्णहरश्च राम गुर्वङ्गनागश्च विमुक्तिमेदि पापानि चान्यानि कृतानि पुंभिः सर्वाणि नश्यन्ति पुरा कृतानि इहापि यान्यब्दशदार्जितानि श्रोतुर्विनश्यन्ति तथा च वक्तुः कलौ समस्तविप्राणां सर्वज्ञत्वं न विद्यते विगुणापि ततो व्याख्या फलदा दानकर्मवद पुराणानामभिप्रायं व्यासो वेदनचापरः अहं वेद्मि विशेषेण व्यासादपि विधेरपि न स्वाध्यायस्तपो वापि न मन्त्रो न जुहोदयः फलन्ति न तथा तिष्ये पुराणश्रवणं यथा एकैकश्रवणादेव पादकं महदेवधु नाश माप्नोत्यसं देह श्रीशैले वर्तनादिव अदो गुरुपुराणज्ञश्रोतृवन्द्योखनाशनः न तस्मादधिककश्चित् गुरुरस्ति गतिप्रदः मन्त्रेषु गुरवो ये च वेदशास्त्रेषु ये मताः नेष्यदे सर्वविज्ञानं दातुं तस्मान्न बोधकाः पिशाचाप्रायशो रामब्रह्मराक्षसनामिनः वेदमन्त्रस्य वेत्तारो दृश्यन्ते न पुराणविद पुराणविमुखो नैव सर्वसर्वं हि पश्यति पुराणज्ञो हि तस्तस्मात् पापनाशकरः प्रभुः तत्पूजा सर्वपूजा स्यात् सर्वद्रोहोऽस्य पीडनं यथा समस्तदानानां विद्यादानं प्रशस्यते पौराणिकस्तथा धन्यस्तत्र दानं महद्फलं राम उवाच किं वा पौराणिके देयं कियत् कीदृशमेव च पुराणं कीदृशं वर्ज्यं वर्ज्य कीदृक् पुराणविद शम्भुरुवाच षड्रसानन्नपानानि स्नेहद्रव्याणि यानि च गृहं सोपस्करं राम पुराणज्ञाय धापयेद पर्याप्तान्येव सर्वाणि अधिकानि फलाधिकाद दद्याद्रव्यमदो भूयः सचैलं शोभितं मृदु भूषणानि यथार्हाणि स्वशक्रिया प्रतिपादयेद गन्धपुष्पं प्रतिदिनं केवलं गन्धमेव च केवलं च तथा पुष्पं फलकाले फलान्यपि ताम्बूलं च तथा दद्यान्नमस्कुर्याच्च भक्तितः पुराणस्य समाप्तौ तु दद्याद्धानादिकं तथा अधिकं तु तथा देयं भूहिरण्यादिकं नृप न च तूष्णीमुपक्रम्य श्रोतुमर्हति कश्चन सभासद्भिः कृता चैव या पूजैकेन वा कृता देवस्थाने यथाशक्ति सर्वैः पूजनमिष्यते तीर्थेऽपि च यथा राम पुण्येष्वायतनेषु च स्वशक्त्या पूजनं कुर्यात् पुराणज्ञाय राघव श्रोतुस्तु लक्षणं पूर्वं मयोक्तं तु भवेन्नृप पौराणिकस्य सर्वस्य लक्षणं कथयामि ते कुलहीनो महाव्याधिर्महापापी तिरस्कृतः शौचाचारविहीनश्च वेदस्मृतिविवर्जितः अन्यदेवः पूदिवचो व्यङ्गश्चाप्यधिकाङ्गवान् परपूर्वापदिस्तेन प्राणिहन्ता निराकृतिः अध वर्ज्यं पुराणं ते कथयामि नृपोत्तम पूर्वज्ञैरुच्यमानं च यत्प्रोक्तं मुनिभिः परैः व्यासादयो मुनिवरा यत्प्रोचुस्तदुदीरयेद पुराणस्थं पठेद्ग्रन्थं व्याख्यायेत विचारयन् यया कयापि वा रामभाषया देशभाषदः न देशभाषारचितं ग्रन्थं श्रुत्वा फलं लभेद व्याख्याया कापि काकुस्तपुराणस्य हिता हि सा तस्मात् त्वं देवया च स्वव्याख्यास्ये यत्पुराणकं शम्भुरुवाच एवं पौराणिकेनोक्तं श्रुतवानपि गौतमः स्वयं वस्त्रत्रयं प्रादाद्ब्राह्मणाय महात्मने कौर्मं पुराणं प्रथमं श्रुतवानिति न श्रुतं दत्तवान् स्वर्णमधिकं वस्त्राणि च शुभानि च अधलैङ्कं च शुश्राव वैष्णवं वामनं तथा पद्मं च गारुडं चैव सौरं ब्राह्ममथैव च एवमष्टदशुश्रावपुराणानि स गौतमः अधरामायणं चैव कौर्ममेव पुनश्च सः शिवनारायणेत्येवं जपं चक्रे सदैव हि अवापनिधनं चापि सगदो ब्रह्मणः पदं ब्रह्म सम्पूज्यतं विप्रं विष्णुलोकमधागमद विष्णुना पूजितशोध जगाम शिवमन्दिरम् सर्वेषामेव वन्द्योऽसौ गौतमो मुनिसत्तमः भरतश्रवणे चापि नियमाये मयेरिताः पुरा व्यासेन मुनिना त्रिवर्षाद्यत्कृतं शुभं श्रवणात्तस्य कृष्णस्य व्याकर्ता भारतस्य यः न किञ्चित् प्रणमेद्विप्रं मुक्त्वा योगिनमुत्तमं सर्वेषामेव वन्द्योऽसौ भारतं व्याकरोति यः यो महाभारतं नित्यं व्याख्यास्यति पठेच्च वा स सर्वेभ्योऽधिको विप्रस्तरये चैव मानवान् व्याकरोति च पर्वैकं सर्वाणि कदिचित्तु वा सर्वपापविनिर्मुक्तो कव्ये कव्ये विशिष्यते तमेव प्रणमेद्विप्रं तमेवार्हं च पूजयेद् तमेव भोजयेन्नित्यं सर्वं तस्मै निवेदयेत् तस्य पूजाविधिप्रोक्तो व्याख्यानसमये द्विजः प्रतिपूज्योऽथ वस्त्राध्यै पूजयेद्विधिमार्गतः आदिपर्वसमाप्तौ च सूक्ष्मवस्त्रत्रयं ददेद सुवर्णं च यथाशक्तिसभापर्वणि वाससि अनुशासनिकारण्यस्वर्गारोहेषु पर्वसु आदिपर्वणि पूजाया सा पूजा नृपपुङ्गव कर्णाश्वमेधवैराडशल्यद्रोणेषु पर्वसु सूक्ष्मवस्त्रत्रयं शुद्धं निष्कद्वयमधापि वा क्षुद्रपर्वस्वधान्येषु निष्कावध समानयेद हरिवंशे सनिष्कं तु वस्त्रत्रिदयमेव तु भारतस्याखिलस्यैव समाप्तौ क्षेत्रदो भवेद् रामायणस्य श्रवणे काण्डे काण्डे प्रपूजयेद् क्षेत्रं पर्याप्तमथवा सुवर्णमपि दावयेद् व्याख्यादुर्गुरुवाक्यस्य सर्वकल्मषनाशनः अर्धो धर्मश्च कामश्च मोक्षश्च नृपसत्तम व्याख्याश्रवणतः सर्वे सिद्धयन्ति च सुबुद्धयः ब्रह्महत्यादिपापानां सर्वेषामपि नाशनं एकेन श्रवणेनास्य किं नरैर्न श्रुतं भुवि यान वसु सुवर्णाध्यैर्नित्यमेनं प्रपूजयेद व्याख्यातारं यतः पाप सन्दोहस्य विनाशनम् अन्यान्यपि पुराणानि मुनिप्रोक्तानि तान्यपि श्रोतॄणां पापनाशाय वक्तुश्चापि विशेषतः यश्च सर्वपुराणानि षट्त्रिंशत्तु प्रकीर्तयेत् शृणोति वा न तस्यास्ति चित्तच्छेदः कदाचन ब्राह्मं पुराणं प्रथमं द्वितीयं पद्ममुच्यते तृतीयं वैष्णवं चैव चतुर्थं शैवमुच्यते अथ भागवतं प्रोक्तं पञ्चमं षष्ठमुच्यते भविष्यं नारदीयं च सप्तमं परिकीर्तितं मार्कण्डेयमिति प्रोक्तमष्टमं नवमं तथा आग्नेयं ब्रह्म वैवर्तं दशमं परिकीर्तितं लैङ्गं च वामनं चैव स्कान्दं मात्स्यमथैव च कौर्मं वाराहमुदितं गारुडं वाधकीर्तितं ब्रह्माण्डमित्यष्टादशपुराणानि विदुर्बुधाः तथा चोपपुराणानि कथयिष्याम्यदः परम् आद्यं सनत्कुमाराख्यं नारसिंहमदः परम् तृतीयमाण्डमुद्दिष्टं दौर्वाससमधैव च नारदीयमधान्यं च कापिलं मानवं तथा तद्वदौशनसप्रोक्तं ब्रह्माण्डं च ततः परं वारुणं कालिकाह्वानं महेशं साम्बमेव च सौरं पराशरं चैव मारीचं भार्गवाह्वयं कौमारं च पुराणानि कीर्तितान्यष्टवै दश अष्टादशपुराणानां व्याकर्तादुभवेन्मनुः इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे पुराणमाहात्म्यकथनं नाम पञ्चदशोत्तरशततमोऽध्यायः ॐ